पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 209 युधिष्ठिर उवाच सौभरे कस्य तीर्थस्य माहात्म्यं नारदो मुनिः वर्णयामास शिबये शक्रतीर्थगदस्य च अतस्तु मम शुश्रूषा जायते मुनिपुङ्गवः शिविनारदसंवादं ब्रूहि पुण्यं नदाय मे सौभरिरुवाच धर्मराज शिबिराजा श्रुत्वा नारदवर्णितं द्वारकायास्तु माहात्म्यं तमेव पृच्छदादराद शिबिरुवाच ब्रह्माङ्गज सुरश्रेष्ठ श्रुतं माहात्म्यमुत्तमम् इन्द्रप्रस्थतटस्थाया द्वारकाया मयाद्भुतम् अयोध्यायां यदि मुने किञ्चिदस्ति पवित्रकं चरितं मम तद्ब्रूहि पिपासोस्त्वद्वचो मृदम् नारद उवाच अस्त्यत्र चरितं पुण्यं महापातकनाशनं नापि तस्याद्य युक्तस्य मुकुन्दस्य द्विजस्य च ब्रह्मः नापितो राजन्नपमृत्युं गदो द्विजः प्रसादात् कोशलायास्तु द्वावपि स्वर्गतिं गदौ चन्द्रभागानदीतीरे पुरी सा च निवेशिता तत्रास्ति नापितः पापश्चण्डको नाम गर्हितः चौर्येण परवित्तानामपहर्ता स पापकृतकातकशस्त्रपाशाध्यै पान्थानामवलुण्डकः द्युतमध्यरदो नित्यं परस्त्रीलम्पडेन्द्रियः भित्त्वा देवालयं भित्तिमिष्टिका ग्रावविक्रयी स तस्योद्वसिताभ्यासे ब्राह्मणो वसति श्रिया संयुक्तो ब्रह्मकर्मज्ञो मुकुन्दो नामदो नृप स एकदा समालिङ्ग्य तरुणीमात्मयोषितं सुष्वाप सुरताया सश्रधाङ्गो निशि निर्भयं स चण्डको निशीधेध प्रविवेश ततालयम् मुकुन्दस्य समाहर्तुं हर्म्ये भूषादिवस्तु यद् उपकार्या बहिष्टं यत्तत् गृहीत्वो गमद्गृहं स्वकीयं च पुनस्तस्य ब्राह्मणस्य विशद्गृहम् कपाटोत्पाटनार्थी तु यत्नेन महदाभवत् लोहयन्त्रावरुद्धश्च स नोद्धाडयितुं क्षमः आरुरोह तदा तस्य ब्राह्मणस्याविशद्गृहं प्रविश्य तद्गृहं क्रूरः कृपणं पाणिना दधत अट्टालिकां स पापिष्ठो नापितस्तस्करक्रियः तत्रापश्यत्प्रसुप्तौ तौ दम्पतीरदिविह्वलौ जगाम च तयोः पार्श्वे हेमभूषाजिघृक्षया शय्याया एकदेशस्थं गृहीत्वा भूषणं बहु हर्तुं तदङ्गदो हस्तं प्रससार सनापितः तस्कर स्पर्शदो विप्रो जजागार भयादुरः न किञ्चिदूचे सम्मील्य नेत्रे तत्रैव संस्थितः यदा स तस्करपापो गृहीत्वा देहभूषणं चलितः तदा तेन दोर्भ्यामातो द्विजेन हि पश्चादागत्य वित्तस्या सह मानेन संक्षयं तेनापि नृपचौरेण कृपाणेन हतो द्विजः विदीर्णोदरमध्यस्तु तादमादरितीरयन् वदन्त किं किमेत्येतत्पार्श्वं तस्य ययुर्जनाः ददृशुस्तं निःसृतान्प्रं रुधिरालिप्तविग्रहं पप्रच्छुश्च मुकुन्देतं कर्म केनेदृश्यं कृतं सोऽपि कृच्छ्रेण महदा प्रोवाचेदं स्वबान्धवान् मुकुन्द उवाच ममैव परिपाकोऽयं पूर्वोपार्जितकर्मणां न कश्चित् सुखदुःखस्य दादा कस्यापि देहिनः धर्मोधर्मश्च तावेव तेषां मूलं पुराकृतौ नारद उवाच इत्युक्त्वा सदु भूयस्या पीडया गाढपीडितः तत्याज भूपदे प्राणान् पश्यदां सुहृदां तदा विललाप तदा तस्य मादा द्विजसदी नृप निधाय तच्चिरस्वाङ्गे कुण्डलाभ्यामलङ्कृतं मादोवाच हा हदास्मि त्वया वत्स दशामन्द्यां च गच्छता दिनश्रीरिव सूर्येण पश्चिमाचललम्बिना यदङ्गं चन्दनालेपयोग्यं तव महामदे मां मज्जह्यास्ति शोकाब्धौ तदिदं धूलिधूसरं ताम्बूल सर्वणेभ्यासो यस्त्वया विहितस्त्वसौ स एव रुधिरोद्गारमिश्रेण क्रियते ध्रुवं तव ये लोचने पूर्वं जिज्ञधुकमलश्रियं त एव साम्प्रतं जादे तिमिरौखा वृते इव उत्तिष्ठोत्तिष्ठवत्सत्वं शिष्यानध्यापयात्मनः यथावद्वैश्वदेवान्ते पूजयातिथिमागतं द्वारि स्थिता वयस्यास्ते त्वाह्वयन्ति प्रयाहितान् दातव्यं यद्दतस्वैभ्यो गृहीतव्यं गृहाण तद हा हा देहि प्रतिवच पदामि तव पादयोः नो चेतकं विमोक्ष्यामि प्राणांस्तव समीपदः नारद उवाच इत्युक्त्वा मूर्च्छिता तस्य मुकुन्दस्य प्रसूस्तदा भार्या तस्य शिरस्वाङ्गे विधाय व्यलपच्छसा भार्योवाच नाममार्गेण पाधोधे मदीयं वचनं शृणु रुष्टोऽसि चेत् समं मात्रा कुतो वद ममाग्रतः न कदाचित् त्वया साधो मौनमी दिकृतं पुरा केनापि लघुना भ्रात्रा ह्यपमानकृतस्तव सुकोऽयं पञ्चरस्तस्ते नान्नमस्ति त्वया विना भोजयैनं सुसिद्धान्नं कलवाचं च सारिकां राम राम हरे कृष्ण विष्णो नामावलीमिति पाठयोत्तिष्ठनिपुणौ द्वावेतौ सारिकाशुकौ अपराधं मया किं ते यत्त्वं मां नाभिभाषते यत्त्वया मे धनं दत्तं तन्मया साधु रक्षिणम् अर्पितं यत्त्वया नाथ निज तेजो ममोदरे सुतिकालमहं तस्य नोपेक्षे त्वामनुव्रजे नारद उवाच एवं विलप्य सा तस्य मुकुन्दस्य प्रिया तदा नरुरोद स्वभर्तारमनुगन्धुमनासदि अथ तस्य मुकुन्दस्य गुरुवेदायनाभिधः संन्यासी पर्यटन् पृथ्वीं तस्य वेश्म ययौ नृप मुकुन्द क्व गदो मादा भार्या तस्य च धीमतः न दृश्यते तदा तेन पृष्ठेत्याचष्ट चेटिका चेटिकोवाच स्वामिन् केनापि चौरेण मम स्वामी अदो निशि स्नुषाया भूषणं नीदं दुकूलानि च सर्वशः समृद्धः पतितो भूमौ हर्म्यस्योपरि तिष्ठति तस्य माता वधूश्चैव भ्राधरश्च तदन्तिके विलपन्ति महाशोकसागरे पतिता गुरो नारद उवाच इत्याकर्ण्य परिव्राट्स वचनं चेडिकोदिदम् आरुह्य हर्म्यमद्राक्षी दात्मां ते वासिनमृतं तदन्तिके समालोक्य बन्धूनां क्रन्ददो भृशम् उद्धरिष्यन्निदं धीरशोकाब्धे स्तानुवाचः वेदायन उवाच देहमुद्दिश्य वात्मानं शोकोऽयं क्रियते त्वया माधः कथय सत्यं मे नोभयोरुज्यते हि सः देहोऽयं भूतसङ्घातप्रारब्धे हे समुपार्जितः तेषु क्षीणेषु भूतानां हृदक्त्वमुपजायते यदेकी भवनं तेषां कर्मभिर्जन्मतन्नृणां तन्नाशे तत्पृथक्त्वं च तदेव मरणं स्मृतम् एक्यं पृथक्त्वं भूतानां कर्मार्था नेयदो बुधैः अदो देहेन कर्तव्यशोकः परवशे जडे अनाद्यविद्यया जीवे दृष्टे मरणजन्मनि देहस्यात्मन्यहं बुद्ध्या मन्यदे न हि तत्र ते तन्निवृत्तौ स तद्ब्रह्म यच्छुद्धं रूपवर्जितं स्वप्रकाशं जगद्धेदु हेत्वतीतं गुणोर्जितं नित्यं विज्ञानमानन्दस्वभास भास यज्जगद न जिह्वा लेढि तच्चक्षुर्न पश्यति शृणोति न श्रुतिर्जिह्रदि न घ्राणं न त्वस्पृशति कर्हि चिद अधीदमिन्द्रियेभ्यस्तत्स्वप्रकाशकमात्मदृक अविषयं मनो दूरं बुद्धेरपि न गोचरम् तस्यावताररूपाणि शुद्धसत्त्वानि देवताः सेवन्ते तन्न जानन्ति रूपं यत् सदसत्परम् एवं स्वरूपमात्मा यस्तं समुद्दिश्य ककुधीः क्रोधं कुर्याद्यदस्तस्य नोत्पत्तिर्नैव संक्षयः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमहात्म्ये नवाधिकद्विशततमोऽध्यायः ॐ